पद्मपुराणं खण्डं 2 भूमिखण्डः अध्यायं 66 ययादिरुवाच पापात्पतदिकायोऽयं धर्माच्च शृणुमादले विशेषं न च पश्यामि पुण्यस्यापि महीतले पुनः प्रजायते कायो यथा हि पतनं पुरा कथमुत्पद्यते देहस्तन्मे विस्तरदो वद मातुलिरुवाच अध नारकिणां पुंसामधर्मादेव केवलाद क्षणमात्रेण भूतेभ्यः शरीरमुपजायते तद्वद्धर्मेण चैकेन देवानामौपपादिकम् सद्य प्रजायते दिव्यं शरीरं भूतसारतः कर्मणा व्यधिमिश्रेण यच्छरीरं महात्मनां तद्रूपपरिणामेन विज्ञेयं हि चतुर्विधम् उद्भिज्ञास्तावरा ज्ञेयास्तृणगुल्मादिरूपिणः कृमिकीडपदङ्गाद्यास्वेदजानामदेहिनः अण्डजाः पक्षिणः सर्वे सर्पा नक्राश्च भूपते जरायुजाश्च विज्ञेया मानुषाश्च चतुष्पदा तत्र सिक्ता जलैर्भूमिर्यक्ते ऊष्मविपाचिता वायुना दम्यमाना च क्षेत्रे बीजं प्रपद्यते यथा उक्तानि बीजानि संसिक्तान्यम्भसा पुनः उपगम्य मृदुत्वं च मूलभावं व्रचन्ति च तन्मूलादङ्गुरोत्पत्तिरङ्गुरात् पर्णसम्भवः पर्णान्नालं ततः काण्डं काण्डाच्च प्रभवः पुनः प्रभवाच्च भवेत् क्षीरं क्षीरात् तण्डुलसम्भवः तण्डुलाच्च ततः पक्वा भवन्त्योषधयस्तथा यवाद्या शालिपर्यन्ता श्रेष्ठाः सप्तदश स्मृताः ओषध्यफलसाराढ्या शेषा क्षुद्रा प्रकीर्तिताः एतालूनामर्दिताश्च मुनिभिः पूर्वसंस्कृताः शूर्पोलूखलपात्राद्यैस्तालिकोदकवह्निभिः षड्विधा हि स्वभादेन परिणामं व्रजन्तिताः अन्योन्यरससंयोगादनेकस्वादतां गताः भक्ष्यं भोज्यं पेयलेह्यं शोष्यं खाद्यं च भूपते तासां भेदाषडङ्गाश्च मधुराद्याश्च षड्गुणाः तदन्नं पिण्डकवलैर्ग्रासैर्भुक्तं च देहिभिः अन्नमूलाश्रये सर्वप्राणान् स्थापयति क्रमाद अपक्वं मुक्तमाहारं स वायुकुरुदे द्विधा सम्प्रविश्यान्नमध्ये च पक्वं कृत्वा पृथग्गुणम् अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं च जलोपरि जलस्याधस्वयं प्राणस्थित्वाग्निं धमदे शनैः वायुना दम्यमानोऽग्निरत्युष्णं कुरुदे जलं तदन्नमुष्णयोगेन समं तात् पच्यते पुनः द्विधा भवति तत्पक्वं पृथक् किट्टं पृथग्रसः मलैर्द्वादशभिक्किट्टं भिन्नं देहात् बहिर्व्रजेद कर्णाक्षिनासिका जिह्वा दन्तोष्टप्रजनं गुदा मलान् स्रवेदधस्वेदो विन्मूत्रं द्वादश स्मृताः हृत्पद्मे प्रतिबद्धाश्च सर्वनाढ्यः समं ततः तासां मुखेषु तं सूक्ष्मं प्राणस्तापयदे रसम् रसेन तेन ता नाडीः प्राणः पूरयते पुनः संतर्पयन्ति ता नाड्यपूर्णादेहं समं तदः तदः स नाडीमध्यस्थशरीरेणोष्मणारसः पच्यते पच्यमानश्च भवेत् पाकद्वयं पुनः त्वं मांसास्ति मज्जामेदोरुधिरं च प्रजायते रक्ताल्लोमानि मांसं च केशास्नायुश्च मांसदः स्नायोर्मज्जा तथास्तीनि वसा मज्जास्थिसम्भवा मज्जाकारेण वैकल्यं शुक्रं च प्रसवात्मकम् इति द्वादश शान्तस्य परिणामाः प्रकीर्तिताः शुक्रं तस्य परिणामशुक्राद्देहस्य सम्भवः ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितं तदा तद्वायुसंसृष्टं स्त्री रक्तेनैकतां व्रजेद विसर्गकाले शुक्रस्य जीवकारणसंयुधः नित्यं प्रविशते योनिं कर्मभिस्वैर्नियन्त्रितः शुक्रस्य सहरक्तस्य एकाहात् कललं भवेद् पञ्चरात्रेण कलले बुद्बुदत्वं ततो भवेद् मांसत्वं मांसमात्रेण पञ्चधा जायते पुनः ग्रीवाशिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम् पाणिपादौ तथा पार्श्वौ कडिर्गात्रं तथैव च मासद्वयेन पर्वाणि क्रमश सम्भवन्ति च त्रिभिर्मासैः प्रजायन्ते शदशोऽङ्गुरसन्धयः मासैश्चतुर्भिर्जायन्ते अङ्गुल्यादि यथाक्रमम् मुखं नासा च कर्णौ च मासैर्जायन्ति पञ्चभिः दन्तपक्तिस्तथा जिह्वा जायते दु नखाः पुनः कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यन्तरे पुनः पायुर्मेढ्रमुपस्थं च शिश्नश्चाप्युपजायते सन्ध्ययो ये जगात्रेषु मासैर्जायन्ति सप्तभिः अङ्गप्रत्यङ्गसम्पूर्णं शिरःकेश समन्वितम् विभक्तावयवस्पष्टं पुनर्मासाष्टमे भवेद् पञ्चात्मकसमायुक्तपरिपक्वः स तिष्ठति माधुराहारवीर्येण षड्विधेन रसेन च नाभिसूत्रनिबद्धेन वर्धते स दिने दिने तदस्मृतिं लभेज्जीवसम्पूर्णोऽस्मिञ्चरीरहे सुखं दुःखं विजानादिनिद्रां स्वप्नं पुराकृतम् मृतश्चाहं पुनर्जादो जातश्चाहं पुनर्मृदः नानायोनिसहस्राणि मया दृष्टान्यनेकथा अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ततश्रेयः करिष्यामि येन गर्भेण सम्भवः गर्भस्तश्चिन्तयत्येवमहं गर्भाद्विनिःसृतः अध्येष्यामि परं ज्ञानं संसारविनिवर्तकम् अवश्यं गर्भदुःखेन महदा परिपीडितः जीवकर्मवशादास्ते मोक्षोपायं विचिन्तयेत् यथा गिरिवराक्रान्तः कच्चिद्दुःखेन तिष्ठति तथा जरायुना देही दुःखं तिष्ठति दुःखितः पतितसागरे यद्वद्दुःखमास्ते समाकुलः गर्भोदकेन सिक्ताङ्गस्तथास्ते व्याकुलात्मकः लोहकुम्भे यथान्यस्तपच्यते कश्चिदाग्निना गर्भकुम्भे तदा क्षिप्तपच्यते जठराग्निना सूजीभिरग्निवर्णाभिर्भिन्नगात्रो निरन्तरम् यद्दुःखं जायते तस्य तद्गर्भेष्टगुणं भवेद् गर्भवासात् परं वासं कष्टं नैवास्ति कुत्रचित् देहिनां दुःखमदुलं सुखोरमपि सङ्कटम् इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् चरस्थिराणां सर्वेषामात्मगर्भानुरूपदः गर्भात् कोडिगुणा पीडा योनियन्त्रनिपीडनाद् सम्मूर्च्छितस्य जायेद जायमानस्य देहिनः इक्षुवत्पीड्यमानस्य पापमुद्गरपेषणाद् गर्भान्निष्क्रम्य ममाणस्य प्रबलै सूदिवायुभिः जायते सुमहद्दुःखं परित्राणं न विन्दति यन्त्रेण पीड्यमानास्युर्निःसाराश्च यथेक्षवः तथा शरीरं योनिस्तं पात्यते यन्त्रपीडनाद् अस्थिमद्वर्तुलाकारं स्नायुबन्धनवेष्टितम् रक्तमांसवसालिप्तं विन्मूत्रद्रव्यभाजनं केशलोमनखच्छन्नं रोगायतनमुत्तमम् वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ओष्ठद्वयकपाडं तु दन्तजिह्वागलान्वितम् नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतं जराशोकसमाविष्टं कालवक्त्रानले स्थितम् कामक्रोधसमाक्रान्तं श्वसनैश्चोपमर्दितम् भोगतृष्णातुरं गूढं रागद्वेषवशानुगम् सवर्णिताङ्गप्रत्यङ्गं जरायुपरिवेष्टितं सङ्कटेन विविक्तेन योनिमार्गेण निर्गतम् विन्मूत्ररक्तसिक्ताङ्गं षट्कौशिकसमुद्भवम् अस्ति पञ्चरसङ्घातं ज्ञेयमस्मिन् कलेवरे शतत्रयं शताधिकं पञ्चपेशीशतानि च सार्धाभिस्तृसृभिश्चन्नं समं ताद्रोमकोटिभिः शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्याभिरन्ततः यदाभिर्मांसनाडीभिकोटिभिस्तत्समन्वितं प्रस्वेदमशुचिं ताभिरन्तरस्थं च तेन हि द्वात्रिंशद्दशना प्रोक्ता विंशतिश्च नखा स्मृताः पित्तस्य कुडवं ज्ञेयं कभस्यार्थाटकं तथा वसायाश्च फलाः पञ्च तदर्थं फलकस्य च पञ्चार्बुदफलाज्ञेयाः फलानि दशमेदशः फलत्रयं महारक्तं मज्जा रक्ताच्चतुर्गुणा शुक्रार्धकुडवं ज्ञेयं तदर्थं देहिनां बलम् मांसस्य चैकं पिण्डेन फलसाहस्रमुच्यते रक्तं फलशतं ज्ञेयं विन्मूत्रं चापमाणतः यदि देहगृहे राजन्वासस्यान्नित्यमात्मनः अशुद्धं च विशुद्धस्य कर्मबन्धविनिर्मितम् शुक्रशोणितसंयोगाद्देहसंजायते क्वचिद् नित्यं विन्मूत्रसंयुक्तस्तेनायमशुचिस्मृतः यथा वै विष्टया पूर्णशुचिः सान्दर्बहिर्कटः शौचेन शोध्यमानोऽपि देहोऽयमशुचिर्भवेद् यम् प्राप्यादिपवित्राणि पञ्चगव्यहवींषि च अशुचित्वं प्रयान्त्याशु देहोऽयमशुचिस्तदः हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च अशुचित्वं प्रयान्त्याशु कोऽन्यस्यादशुचिस्तदः हे जना किं न पश्यध्वं यन्निर्यादि दिने दिने देहानुगो मलः पूदिस्तदा धारः कथं शुचिः देहः संशोध्यमानोऽपि पञ्चगव्यकुशाम्बुभिः कृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति श्रोतांसि यस्य सततं प्रवहन्ति गिरेरिव प्रभमूत्राद्यमशुचिः स देहशुध्यते कथं सर्वाशुचिनिधानस्य शरीरस्य न विद्यते शुचिरेकप्रदेशोऽपि शुचिर्न स्यादृदेऽपि वा दिवा वा यदि वा रात्रौ मृतो ह्यै शोध्यते करः तथापि शुचिभाङ्नस्यान्न विरज्यन्ति ते नराः कायोयमग्र्यधूपाद्यैर्यत्नेनापि सुसंस्कृतः न जहादिस्वभावं हि स्वपुच्छमिव नामितम् तदा जात्यैव कृष्णोर्ना न शुक्ला जादुजायते संशोध्यमानापि तथा भवेन्मूर्तिर्न निर्मला जिघ्रन्नपि स्वदुर्गन्धं पश्यन्नपि मलं स्वकं न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् अहो मोहस्य माहात्म्यं येन व्यामोहितं जगद् जिघ्रन् पश्यन् स्वकान् दोषान् पायस्य न विरज्यते स्वदेहस्य विगन्धेन विरज्येत न यो नरः विरागकारणं तस्य किमन्यदुपदिश्यते सर्वमेव जगत्पूतं देहमेवाशुचिः परं यन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेद् गन्धलेपापनोदाय शौचं देहस्य कीर्तितं द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुध्यति गङ्गातो येन सर्वेण मृद्भारैर्गात्रलेपनैः मर्त्यो दुर्गन्धदेहोऽसौ भावदुष्टो न शुध्यति तीर्थस्नानैस्तपोभिश्च दुष्टात्मा न च शुध्यति स्वमूर्तिः शालितातीर्थे न शुद्धिमधिगच्छति अन्तर्भावप्रदुष्टस्य विशतोऽपि उदाशनम् न स्वर्गो नापवर्गश्च देहनिर्दहनं परं भावशुद्धिपरं शौचं प्रमाणं सर्वकर्मसु अन्यथा लिङ्ग्यदेकान्ता भावेन दुहितान्यथा मनसा भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु अन्यथैव सती पुत्रं चिन्तयेदन्यथापदिं यथा यथा स्वभावस्य महाभाग उदाहृतम् परिष्वक्तोऽपि यद्भार्यां भावहीनां न कारयेद् नाद्याद्विविधमन्नाद्यं रस्यानि सुरभीणि च अभावेन नरस्तस्माद्भावः सर्वत्र कारणं चित्तं शोधययत्नेन किमन्यैर्बाह्यशोधनैः भावतः श्रुतिशुद्धात्मा स्वर्गं मोक्षं च विन्दति ज्ञानामलाम्भसा पुंसस्ववैराग्यमृदा पुनः अविद्यारागविन्मूत्रलेपो नश्येद्विशोधनैः एव मेदच्छरीरं हि निसर्गादशुचिं विदुः विद्यादसारनिःसारं कदलीसारसन्निभं ज्ञात्वैवं दोषवद्देहं यः प्राज्ञशिथिली भवेद् सोऽधिक्रामदिसंसारं दृढग्राहोऽवतिष्ठति एवमेदन्महाकष्टं जन्मदुःखं प्रकीर्तितम् पुंसामज्ञानदोषेण नानाकर्मवशेन च गर्भस्थस्य मदिर्यासीत् सा जातस्य प्रणश्यति सुमूर्च्छितस्य दुःखेन योनियन्त्रनिपीडनाद् बाह्येन वायुना चास्य मोहसंज्ञेन देहिनाम् स्पृष्टमात्रस्य घोरेण ज्वरः समुपजायते तेन ज्वरेण महदा महामोहः प्रजायते सम्मूढस्य स्मृतिभ्रंशशीघ्रं संजायते पुनः स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्म वशेन च रतिसंजायते तस्य जन्तोस्तत्रैव जन्मनि रक्तोमूढश्च लोकोऽयमकार्ये सम्प्रवर्तते न चात्मानं विजानाति न परं न च दैवतं न शृणोति परं श्रेयस चक्षुरपि नेक्षते समेपधिशनैर्गच्छन् खलदीव पदे पदे सत्यं बुद्धौ न जानादि बोध्यमानो बुधैरपि संसारे क्लिश्यते तेन नरो लोभवशानुगः गर्भस्मृतेरभावे च शास्त्रमुक्तं शिवेन च तद्दुःखकथनार्थाय स्वर्गमोक्षप्रसाधकम् येन तस्मिन् शिवे ज्ञादे धर्मकामार्थसाधने न कुर्वन्त्यात्मनश्रेयस्तदत्र महदद्भुतम् अव्यक्तेन्द्रियबुद्धित्वाद् बाल्ये दुःखं महत्पुनः इच्छन्नपि न शक्नोति वक्तुं कर्तुं न सत्कृति दन्तजन्ममहद्दुःखं लौल्येन वायुना तथा बालरोगैश्च विविधैः पीडा बालग्रहैरपि तृग्बुभुक्षा परीताङ्गक्वचित् तिष्ठति गच्छति विन्मूत्रभक्षणाद्यं च मोहात् बालः समाचरेद कौमारकर्णवेधेन मातापित्रोश्च ताडनैः अक्षराध्ययनाद्यैश्च दुःखं गुर्वादिशासनात् प्रमत्तेन्द्रियवृत्तेश्च कामरागप्रपीडिनः रोगार्दितस्य सततं हुदःसौख्यं हि यौवने ईर्ष्यासु महद्दुःखं मोहादुःखं प्रजायते तत्रास्यात् कुपितस्यैव रागो दुःखाय केवलम् रात्रौ न विन्ददे निद्रा कामाग्नि परिखेदिदः दिवा वापि कुतः सौख्यमर्थोपार्जनचिन्तया स्त्रीष्वायासिदेहस्य ये पुंसः शुक्रबिन्दवः न ते सुखाय मन्तव्या स्वेदजा इव बिन्दवः कृमिभिस्ताढ्यमानस्य कुष्ठिनः पामरस्य च कण्डूयनाग्नितापेन यत्सुखं स्त्रीषु तद्विदुः यादृशं मन्यते सौख्यमर्थोपार्जनचिन्तया तादृशं स्त्रीषु मन्तव्यमधिकं नैव विद्यते मर्त्यस्य वेदना सैव यां विना चित्तनिर्वृतिः ततोऽन्योन्यं पुरा प्राप्तमन्दे सैवान्यथा भवेद् तदेवं जरया ग्रस्तमामया व्यापिनप्रियम् अपूर्ववत्समात्मानं जरया परिपीडितं यः पश्यन्न विरज्येद कोऽन्यस्तस्मादचेतनः जराभिभूतोऽपि जन्धुपत्नी पुत्रादिबान्धवैः अशक्तत्वात् दुराचारैर्भृत्यैश्च परिभूयते न धर्ममर्थं कामं च मोक्षं च जरयायुधः शक्तः साधयितुं तस्माद्युवाधर्मं समाचरेद वादपित्तकफादीनां वैषम्यं व्याधिरुच्यते वादादीनां समूहेन देहोऽयं परिकीर्तितः तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः वादाद्यव्यतिरिक्तत्वाद्व्याधीनां पञ्जरस्य च रोगैर्नानाविधैर्यादि देहि दुःखान्यनेकथा तानि च स्वात्मवेद्यानि किमन्यत् कथयाम्यहम् एकोत्तरं मृत्युशतमस्मिन् देहे प्रतिष्ठितं तत्रैककालसंयुक्तशेषाश्चाङ्गं तव स्मृता ये त्विहागं तव प्रोक्तास्ते प्रशाम्यन्ति भेषजैः जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति यदि वापमृत्युर्न स्याद्विषास्वादादशङ्कितः न चाति पुरुषस्तस्मादपमृत्योर्बिभेदि सः विविधाव्याधयस्तत्र सर्पाद्या प्राणिनस्तथा विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनां पीडितं सर्वरोगाद्यैरपि धन्वन्तरि स्वयं स्वस्तीकर्तुं न शक्नोति कालप्राप्तन्न चान्यथा नौषधं न तपोदानं न माता न च बान्धवाः शक्नुवन्ति परित्रादुं नरं कालेन पीडितम् रसायनतपो जाप्ययोगसिद्धैर्महात्मभिः अवान्तरितशान्ति स्यात् कालमृत्युमवाप्नुयात् जायते योनिकीडेषु मृदक् कर्मवशात् पुनः देहभेदेन यः पश्यद्वियोगं कर्म संक्षयात् मरणं तद्विनिर्दिष्टं न नाशपरमार्थदः महातमःप्रविष्टस्य छिद्यमानेषु मर्मसु यद्दुःखं मरणे जन्तोर्न तस्ये कोपमा क्वचिद् हातादमादकान्तेदि क्रन्दत्येवं सुदुःखितः मण्डूक इव सर्पेण ग्रस्यते मृत्युना जगद बान्धवैः स परित्यक्तः प्रियैश्च परिवारितः निःश्वसन् दीर्घमुष्णं च मुखेन परिशुष्यता खड्वायां परिवृत्तो हि मुह्यते च मुहुर्मुहुः सम्मूढः क्षिपतेत्यर्थं हस्तपादावितस्तदः खड्वादो वाञ्छदे भूमिं भूमे खड्वां पुनर्महीम् विवश्यस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकः चिन्तयानस्ववित्तानि कस्यैतानि मृदे मयि यमदूतैर्नीयमानकालपाशेन कर्षितः म्रियते पश्यतामेवं गलो कुरु कुरायते जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमाद प्राप्नोत्युत्तरमङ्गं च देहं त्यजति पूर्वकं मरणात् प्रार्थनादुःखमधिकं हि विवेकिनम् क्षणिकं मरणे दुःखमनन्दं प्रार्थनाकृतं जगदां पदिरर्धित्वा द्विष्णुर्वामनतां गदः अधिककोपरस्तस्माद्यो न यास्यति लाघवं ज्ञातं मयेदमधुना मृत्योर्भवति यद्गुरुः न परं प्रार्थयेद्भूयस्तृष्णाल्लाघवकारणम् आदौ दुःखं तथा मध्ये दुःखमान्ते च दारुणम् निसर्गात् सर्वभूतानामिति दुःखपरम्परा वर्तमानान्यतीतानि दुःखान्येतानि यानि तु न नरशोच यज्जन्म न विरज्यति तेन वै अत्याहारान्महद्दुःखमल्पाहारात्तदन्तरम् त्रुटते भोजने कण्ठो भोजने च कुतः सुखं क्षुधा हि सर्वरोगाणां व्याधिश्रेष्ठतमस्मृतः सच्छां तौषधलेपेन क्षणमात्रं प्रशाम्यति क्षुद्व्याधिवेदनातीव्रा निःशेषबलकृन्दनी तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्नरः तद्रसेऽपि हि किं सौख्यं जिह्वाग्रपरिवर्तिनि तत्क्षणादर्थकालेन कण्ठं प्राप्य निवर्तते यदि क्षुद्व्याधितप्तानामन्नमोषथवत्स्मृतम् न तत्सुखाय मन्तव्यं परमार्थेन पण्डितैः मृतोपमश्च यस्येदे सर्वकार्यविवर्जितः तत्रापि च कुतः सौख्यं तमसा चोदितात्मनः प्रबोधेऽपि कुतः सौख्यं कार्येषूपहदात्मनः कृषिवाणिज्यसेवाद्यगोरक्षादिपरिश्रमैः प्रादर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया तृप्ता काम्येन बाध्यन्ते निद्रया निशिजन्तवः अर्धस्योपार्जने दुःखं दुःखमर्जितरक्षणे नाशे दुःखं व्यये दुःखमर्धस्यैव कुतः सुखम् चौरेभ्यः सलिलेभ्योऽग्ने स्वजनात् पार्थिवादपि भयमर्थवदां नित्यं मृत्योर्देहभृदामिव के यथा पक्षिभिर्मां सम्भक्ष्यते स्वापदैर्भुवि जले च भक्ष्यते मत्स्यैस्तथा सर्वत्र वित्तवान् विमोहयन्ति सम्पत्सु वारयन्ति विपत्सु च कदयन्त्यर्जने काले कदार्था स्युः सुखा वहाः प्रागर्थपदिरुद्विघ्नः पश्चात् सर्वार्थिनःस्पृहः तयोरर्थपदिर्दुःखी सुखी मन्येर्विरक्रधीः वसन्तग्रीष्म तापेन दारुणं वर्षपर्वसु वातातपेन वृष्ट्या च कालेऽप्येवं कुतः सुखं विवाहविस्तरे दुःखं तद्गर्भोद्वहने पुनः सुदि वैषम्यदुःखैश्च दुःखं विष्ठादिकर्मभिः दन्ताक्षिरोगे पुत्रस्य हा कष्टं किं करोम्यहं गावो नष्टा कृषिर्भग्ना भार्या च प्रपलायिता अमी प्राकुर्णिका प्राप्ता भयं मे शंसिनो गृहान् बालापत्या च मे भार्या कक्करिष्यदिरन्धमम् विवाहकाले कन्याया कीदृशश्च वरो भवेद् यदचिन्ताभिभूतानां कुतः सौख्यं कुटुम्बिनां कुटुम्बचिन्ताकुलितस्य पुंसश्रुतं च शीलं च गुणाश्च सर्वे अपक्वकुम्भे निहिता इवापप्रयान्ति देहेन समं विनाशनम् राज्येऽपि हि कुतः सौख्यं सन्धिविग्रहचिन्तया पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम् स्वजातीयाद्भयं प्रायः सर्वेषामेव देहिनां यगद्रव्याभिलाषित्वाच्छुनामिव परस्परं न प्रविश्य वनं कश्चिन्नृभख्यादोऽस्ति भूतले निखिलं यस्थिरस्कृत्य सुखं तिष्ठति निर्भयः युद्धे बाहुसहस्रं हि पादयामास भूतले श्रीमद्कार्तवीर्यस्य ऋषिपुत्रः प्रतापवान् ऋषिपुत्रस्य रामस्य रामो दशरथात्मजः जकानवीर्यमदुलमूर्ध्वगं सुमहात्मनः जरासन्धेन रामस्य तेजसा नाशितं यशः जरासन्धस्य भीमेन तस्यापि पवनात्मजः हनुमानपि सूर्येण विक्षिप्तः पतितः क्षितौ निवादकवचान् सर्वदानवान् बलदर्पितान् हदवानर्जुनश्रीमान् गोपालैः स विनिर्जितः सूर्यप्रतापयुक्तोऽपि मेघैः सञ्चाद्यते क्वचिद् क्षिप्यते वायुनामेको वायोर्वीर्यं नगैर्जितम् दह्यन्ते वह्निना शैलाः स वह्निः शाम्यते जलैः तज्जलं शोष्यते सूर्यैस्ते सूर्याः सहवारिणा त्रैलोक्येन समस्ताश्च नश्यन्ति ब्रह्मणो दिने ब्रह्माभित्रिदशैः सार्धमुपसंह्रियते पुनः परार्धद्वयकालान्ते शिवेन परमात्मना एवं नैवास्ति संसारे यच्च सर्वोत्तमं बलं विहायैकं जगन्नाथं परमात्मानमव्ययम् ज्ञात्वा सादिशयं सर्वमधिमानं विवर्जयेद एवं भूते जगत्यस्मिन् कः सुरः पण्डितोऽपि वा न ह्यस्ति सर्ववित् कश्चिन्न वा मूर्खोऽपि सर्वदः यावद्यस्तु विजानाति तावत्तत्र स पण्डितः समाधानेदु सर्वत्र प्रभावसदृशस्मृतः वित्तस्यादि शयत्वेन प्रभावः कस्यचित् क्वचिद् दानवैर्निर्जिता देवास्ते देवैर्निर्जिता पुनः इत्यन्योन्यं श्रुतो लोको भाग्यैर्जयपराजयैः एवं वस्त्रयुगं राज्ञां प्रस्थमात्रां भूभोजनं यानं शय्यासनं चैव शेषं दुःखाय केवलम् सप्तमे चापि भवने कट्वा मात्र परिग्रहः उदकुम्भसहस्रेभ्यः क्लेशायासप्रविस्तरः प्रत्यूषे तूर्यनिर्घोषसमं पुरनिवासिभिः राज्येऽभिमानमात्रं हि ममेदं वाद्यते गृहे सर्वमाभरणं भारतसर्वमालेपनं मलं सर्वं प्रलपितं गीतं नृत्यमुन्मत्तचेष्टितम् इत्येवं राज्यसम्भोगैः कुतसौख्यं विचारतः नृपाणां विग्रहे चिन्ता वान्योन्यविजिगीषया प्रायेण श्रीमदालेपान्नकुशाद्या महानृपाः स्वर्गं प्राप्ता निपतिता कश्रिया विन्ददे सुखं स्वर्गेऽपि च कुदसौख्यं दृष्ट्वा दीप्तां परश्रियम् उपर्युपरि देवानामन्योन्यातिशयस्थिताम् नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते न चान्यत्क्रियते कर्म सोऽत्र दोषसुदारुणः छिन्नमूलतरुर्यद्वद्दिवसैः पददीक्षितौ पुण्यस्य संक्षयात्तद्वन्निपतन्ति दिवौकसः सुखाभिलाषनिष्ठानां सुखभोगादिसम्प्लवैः अकस्मात् पतितं दुःखं कष्टं स्वर्गे दिवौकसाम् इति स्वर्गेऽपि देवानां नास्ति सौख्यं विचारदः क्षयश्च विषयासिद्धौ स्वर्गे भोगाय कर्मणां तत्र दुःखं महत्कष्टं नरकाग्निषु देहिनां घोरैश्च विविधैर्भावैर्वाङ्मनकाय सम्भवैः कुठारश्चेदनं तीव्रं वल्कलानां च तत्क्षणं पर्णशाखाफलानां च पादश्चण्डेन वायुना उन्मूलनान्नदीभिश्च गजैरन्यैश्च देहिभिः दावाग्निहिमशोषैश्च दुःखं स्थावरजादिषु तद्वद्भुजङ्गसर्पाणां क्रोधे दुःखं च दारुणं दुष्टानां खादनं लोके पाशेन च निबन्धनम् अकस्माज्जन्ममरणं पीडानां च मुहुर्मुहुः सरीसृपनिकायानामेवं दुःखान्यनेकधा पशूनामात्मशमनं दण्डताडनमेव च नासावेधेन सन्त्रासः प्रदोदेन सुताडनम् वेत्रकाष्ठादिनिगडैरङ्गुशेनाङ्गबन्धनं भावेन मनसा क्लेशैर्भिक्षा युवादिपीडनम् आत्मयूधवियोगैश्च बलान्नयनबन्धने पशूनां सन्ति कायानामेवं दुःखान्यनेकशः वर्षाशीतातपाद्दुःखं सुकष्टं ग्रहपक्षिणं क्लेशमानादिकायानामेवं दुःखान्यनेकधा गर्भवासे महद्दुःखं जन्मदुःखं तथा नृणां सुबाल्यदुःखं चाज्ञानं कौमारे गुरुशासनं यौवने कामरागाभ्यां दुःखं चैवेर्ष्यया पुनः कृषिवाणिज्यसेवाद्यैर्गो रक्षादिककर्मभिः वृद्धभावे च जरया व्याधिभिश्च प्रपीडनाद मरणे च महद्दुःखं प्रार्थनायां तदोऽधिकं राजाग्निजलदाखाद चौरशत्रुभयं महत् अर्थस्यार्जनरक्षायां भयं नाश्ये व्यये पुनः कार्पण्यं मत्सरो दम्भो धनाधिक्ये भयं महद अकार्ये सम्प्रवृत्तिश्च दुःखानि धनिनां सदा भृत्यवृत्तिकुसीदं च दासत्वं परतन्त्रता इष्ठानिष्ठाभियोगश्च संयोगाश्च सहस्रशः दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता अधरोत्तरभागश्च नारकं राजविक्रमम् अन्योन्याभिभवं दुःखमन्यान्यदो भयं महद अन्योन्याच्च प्रकोपश्च राज्ञो दुःखं महीभृताम् अनित्यतात्र भावानां कृतकामस्य देहिनः अन्योन्यमर्मभेदाच्च अन्योन्यकरपीडनाद् लुब्धाश्च पापभेदेन अन्योन्यस्य जभक्षणं इत्येवमादिभिर्दुःखैर्यस्माद्भिदं चराचरम् निरयादि मनुष्यान्तं तस्मात् सर्वं त्यजेद्बुधः स्कन्धास्कन्धेन यन्भारं विश्रामं मन्यते यथा तद्वत् सर्वमिदं लोके दुःखं दुःखेन शम्यति अन्योन्यादि क्षयोपेदा सर्वदा भोगसंप्लवाः धर्मक्षयाच्च देवानां दिवि दुःखमवस्थितं नानायोनिसहस्रेषु सम्भवपुण्यसंक्षयाद् रोगाश्च विविधाकारा देवलोकेऽपि संस्मृताः यज्ञस्य हि शिरश्चिन्नमश्विभ्यां सन्धिदं पुनः तेन दोषेण यज्ञस्य शिरो रोगः सदैव हि मार्ताण्डधानो कुष्ठं च वरुणस्य जलोदरम् पूष्णोदशनवैकल्यं भुजस्तम्भशचीपदेहे सुमहान् क्षयरोगश्च सोमस्य परिकीर्तितः ज्वरश्च सुमहानासीत् दक्षस्यापि प्रजापदेहे कल्पे कल्पे च देवानां महदामपि संक्षयः परार्धद्वयकालान्ते ब्रह्मणश्चाप्यनित्यदा दक्षस्य दुहितां पौत्रीं ब्रह्मा कामितवान् पुनः क्रोधेन च जयां देवीं योगज्ञां शप्तवान् प्रभुः कामक्रोधौ स्थितौ यत्र तत्र दोषास्तदात्मकाः दुःखानि च समस्तानि संस्थितानि न संशयः विशीर्णजन्ममरणं सर्वाशित्वं हविर्भुजः स्त्रीवधकामसक्तिश्च सारथ्यं पाण्डवे बले रुद्रेण त्रिपुरं दग्धं दक्षयज्ञो विनाशिदः स्कन्धस्य जन्म वै शुक्रात् क्रीडादीनां सहस्रशः एवं त्रयोऽपि रागाद्यैर्दोषैर्देवाः समन्विताः येभ्यः परप्रभुः शान्तः परिपूर्णः स मुक्तिदः एवमेतज्जगत् सर्वमन्योन्यातिशये स्थितम् दुःखैराकुलितं ज्ञात्वा निर्वेदं परमं व्रजेद निर्वेदाच्च विरागस्याद्विरागाज्ञानसम्भवः ज्ञानेन तत्परं ज्ञानं शिवं मुक्तिमवाप्नुयाद समस्तदुःखनिर्मुक्तस्वस्थात्मा स सुखी तदा सर्वज्ञः परिपूर्णश्च मुक्त इत्यभिधीयते मातलिरुवाच यदत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितं धर्माधर्मविवेको हि सर्वज्ञानसमुद्भवः इन्द्रलोके प्रगन्तव्यं देवराजस्य शासनाद् इति श्रीपद्मपुराणे भूमिकण्ठे वेणोपाख्याने पितृमातृतीर्थमाहात्म्ये षट्षष्टितमोऽध्यायः ओम्।